नमस्सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्. अद्य विद्याभगिनी यत् निर्दिष्टम् उदाहरणानि आधारीकृत्य गृहपाठं किमपि दत्तं तस्य प्रयोगम् अभ्यासप्रयोगस्य अभ्यासं कुर्मः. तत्र करपत्रे दत्तमस्ति मातुस्मरणम् अर्थात् कर्मीभूतमातृसम्बन्धिस्मरणमित्यर्थः. सर्पिषो दयनं, दयनं नाम रक्षणम् अथवा दानम् इति अर्थः. अर्थात् कर्मीभूतसर्पीसम्बन्धिदयनम् इत्यर्थः. सर्पिषः ईशनम्, ईशनं नाम स्वस्वामित्वं, स्वामित्वम् इत्यर्थः. कर्मीभूतसर्पिसम्बन्धि यथेष्टविनियोगः इत्यर्थः. एतेषु सर्वेषु उदाहरणेषु कर्मणः शेषत्वेन विवक्षायाम् अधिकर्तत येषां कर्मणि इति सूत्रेण षष्ठी जायते. यदि उदाहरणं कर्तुमिच्छन् तदा कर्मणः शेषत्वेन विवक्षायाम् इति पदत्रयस्य अर्थम् अवगमनं भवति चेदेव तत् कर्तुं शक्यते. इति कृत्वा कर्मणः शेषत्वेन इत्यस्य अर्थः कः, अरुणा भगिनि? अत्र कर्मपदं वक्तुं न इच्छा अस्ति चेत् कृत्रिमरूपेण उपयोजित्वा षष्ठी विभक्ति कर्तुं शक्यते. अत्र सम्बन्ध षष्ठी इति अत्र अपि सम्बन्धरूपेण एव भवति. समीचीनं वा उषा? उमा भगिनी, भवनी भवती किं वदति? अरुणा भगिनी किम् उक्तं न अवगतम्. कर्मणः शेषत्वेन इत्युक्ते किम्? ओके, उदाहरणेषु कर्मणः शेषत्वेन विवक्षायां. सो विवक्षा मीन्स् डिसैडिङ्ग्. विवक्षा इति पदं, विवक्षा इति पदं तदनन्तरम् आयाति. कर्मणशेषत्वेन कर्मपदस्य कर्मणः षष्ठी कर्मणः शेषत्वेन इन्दि नो नो ऐ डोण्ट् गेट् इट्. ऐ डोण्ट् अण्डर्स्टाण्ड् प्रापर्लि. कर्मणः न उक्तं न महोदय अत्र वाक्ये वक्तानां शेषत्वेन विवक्षायाम् इत्युक्ते कर्मणः अविवक्षायाम्. यदि विवक्षा अस्ति तदा कर्म उक्ता अस्ति न? यदि कर्म अनुक्ता भवति तदेव शेषत्वेन षष्ठी भवति न? तत् अवगमनार्थं किं वदति अत्र उदाहरणरूपेण किं कुर्मः? एकवाक्यं लिखितमस्ति, बालः मातुः लालनं स्मरति. तत्र बालः इति कर्ता, मातुः मातृशब्दं करणरूपेण अस्ति अथवा कारकमस्ति न? मातुः इस् करणं, लालनम् इति कर्म, स्मृ इति धातु क्रिया. मातुः इति षष्ठी अस्ति कृत्वा शेषत्वेन कारणं भूत्वा न? सम्यक् सम्यक् महोदय. तत्र मरति इति स्थाने स्मरणम् इति भवति. तत्र बालः इति त्यजतु, केवलं मातुः लालनं स्मरति. मातुः लालनं स्मरणम् इति भवति. अत्र मातुः इति करणकारकमस्ति, कर्मण अविवक्षा तदा भवति. मातुः कर्मण कर्म किमस्ति, लालनमस्ति. मातुः इति कर्म इति कारणं भवति इति कृत्वा कर्मणः अविवक्षा भवति. उमा भगिनि, अत्र कर्म किमस्ति अस्मिन् वाक्ये? अस्मिन् वाक्ये लालनम्. लालनम् इति कर्म भवति. तथा मातुः किं भवति? मातुः षष्टि करणं भवति न? मातुः लालनं मातुः लालनं करोति न इति कृत्वा मातुः करणं भवति, लालनं कर्म भवति. किन्तु बालः कर्ता भूत्वा मातुः लालनं स्मरति. यदि मातुः लालनं करोति तत्र तु मातुः मातः इति प्रथमा भवेत्, तत्र मातुः लालनं न भवति. मातः माता लालनं करोति इति भवति. यस्, माता लालनं करोति इति लटीवाक्यम्. रैट्? तत्र बालकस्य इति भवति. Yeah. Right? Yes. Let us write. Okay. So, let us not bring Bala for into the picture. Okay. Atraha Balaha iti yajatu. Karta na vaktu bichhami. Iti krutva karta iti yajatu. Hatra bhazvi matuhu lalanam smarati. Kaha Balaha smarati. Right? तत्र स्मरति इति स्थाने स्मरणम् इति लुडन्तं स्थापयतु. तत्र मातुः लालनं स्मर मातुः लालनं स्मरणम् इति भवति. Right? अत्र वाक्ये I am bringing one more condition in between. Matuhu ili bhavati. Atra vivaksha kim asti? अत्र वाक्यद्वयम् अहं लिखामि. सो मातरं स्मरति इति चेत् कर्म पदं, मातरम् इस् कर्मपदं, स्मरति इति क्रियापदम्. सो मातर अत्र मातरम् इति कर्मपदम्. सो मातरं लालनम् मातरम् इति कर्म भवति न? अत्र किं भवति? मातुः मातुः षष्ठी पदं मातुः स्मरणं मातृस्मरणम् इल्ल मातुः षष्ठी that goes with ladanam is not mentioned smarati matuh smarati is a right sentence is not the right sentence is not correct it is correct karmana avavekshayam sheshatvena shashti bhavati Karmanaha avagachayam. I am not interested in telling Matu as a karma. Okay. Avivaksha. Karma padam avivaksha. Atra. Tata eva karmana seshatvena vivakshayam. Iti uktu. Now it is clear. Even though there is a potency for matu matu mother mata to be a karma karaka but avivakshayam kartra karmano kriti iti sheshatvena not kartra karmano kriti sheshatvena karma shashti shesha iti sutrena shashti vidyanam bhavati So you don't want to say it is as a karma padam, so you say it as shashti vibhakti. Yes. Sheshe shashti. Shashti sheshatvena. Okay. Mahadaya, latrakara rupam appi sadhu asti, sudanta rupam na avashyakam. Abhi sadhu asti. Kritanta padam appi sadhu asti. Kvantu kritanta pade kim bhavati, kritantena brahma jayate. कृदन्तपदेन कर्तृकर्मणो कृति इति सूत्रेण षष्ठी जाता भवति या षष्टिशेषा इति सूत्रेण षष्ठी जाता इति भ्रमा भवितुमर्हति अत्र So, लालनं लालनम् इत्यस्य विशेषणं मातुः मातुः लालनं मदर्स् फाण्ड्लिङ्ग् रिमेम्बर् रिमेम्बरन्स् मदर्स् फाण्ड्लिङ्ग् रिमेम्बरन्स् दट् इस् द मीनिङ्ग् आफ़् द सेण्टेन्स् स्मरणं बिकम्स् महोदय किमर्थं कर्तृकर्मणो कृतिः कृति नास्ति कर्तृकर्मणो कृति इति समासूत्रमस्ति अत्र कर्मण अविवक्षायां षष्टिशेषे इति सूत्रेण षष्टि जाता ओके अत्र इत्यस्य मातुः व्यस्तप्रयोगमेव भवति न तत्पुरुषसमासः मातुः लालनं स्मरणम् इति चेत् अस्तु अत्र मातरं स्मरति मातरं स्मरति इति कर्मणविवक्षायां मात्रा लालनम् इट् बिकम्स् तृतीया इस् कर्मण विवक्षायां कर्मण मीन्स् इट्स् तृतीया हियर् मातरं स्मरति इति चेत् कर्मपदमेव मातरम् अत्र वि हव् नाट् ब्राट् इन् द कृदन्तम् एस् आफ् नौ मातुः लालनं मातुः लालनं स्मरति इति ऐ मीन् तत्र मातः फार् एक्साम्पल् लेट् अस् रिमूव् दिस् सेण्टेन्स् फ्रोम् हियर् ओके माता लालनं करोति देन् बाला मातरं स्मरति ओके रैट् तत्र मातरं बिकम्स् ए कर्मण विवक्षा अस्ति इति कृत्वा द्वितीय जाता कर्मणि द्वितीया इति सूत्रेण कर्मणि द्वितीया भवति न इट् इस् कर्मणि आर् कर्म कर्मपदं द्वितीया सि कर्मणः मीन्स् इट् इस् कर्मणि द्वितीया इति सूत्रेण वाट् इस् द डिफरेन्स् बिट्वीन् कर्म अण्ड् कर्मण कर्मण इस् इन्स्ट्रुमेण्टल् नो तृतीया कर्मणः कर्मस्य षष्ठी विभक्ति अस्ति कर्म इति कर्मणः कर्मन् इति शब्दमस्ति न कर्मकर्मणि कर्मणि नपुंसकलिङ्गं सो अत्र मातरं स्मरति इति वाक्ये किं भवति कर्मणि द्वितीया इति कारकसूत्रेण कर्मणविवक्षा भवति सो मात्रा लालनं करोति न मात्रा लालनं स्मरति सो इन्स्ट् आफ् तृतीया देर् यु हव् ब्राट् द्वितीया बिकास् आफ् द सूत्र कर्मणि द्वितीया रैट् ऐ एम् लेट् अस् लुक् अट् दिस् कर्मणि द्वितीया इति सूत्रं किं वदति कर्मणि द्वितीया सूत्रं वदति अनभिहिते इति अधिकारसूत्रमिति कारकप्रकरणसूत्रमस्ति अनभिहिते इत्युक्ते अनुक्ते अनुक्ते वितौट् सेयिङ्ग् दट् ओपन्ली रैट् रैट् सो वाट् डस् इट् मीन् द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु समर्थ्यते लेट् अस् रीड् द इङ्ग्लिश् वर्ड् when the object is not denoted by the termination of the verb when the verb does not agree with it that avivaksha and second case is fixed attached to the word then ditiya are technical phraseology so what has happened is here we are not given anupe karmani ditiya syat iti siddhanta kumari yogi harim bhajati right अनुभिहते तु कर्मणि प्रातिपदिकार्थमात्रे इति प्रथमा एव अनभिहते तु अनभिहते मीन्स् अनुक्ते अभिधानं च प्रयोगे तिं कृत् तद्विधसमासैः अभिहिते उक्तं न अभिहिते इत्युक्ते उक्त्वा अभिहिते तु कर्मणि प्रातिपदिकमात्र मात्रा इति अभिहिते अनभिहिते नास्ति अभिहिते इति तु कर्मणि प्रातिपदिकार्थमात्रा इति प्रथमा एव अभिधानं च कर्मप्रयायेन तत् तिङ् कृत् तद्विधसमासैः तिङ् हरिः सेव्यते कृत् लक्ष्या सेवितः तद्विध शातेन क्रीतः शतेन क्रीतः हरिः सेव्यते इसन्ट् इट् पासिव वाइस् हरिं सेवते हरिः सेवते सेव्यते भवति हरिः सेव्यते तत्र प्रथमा भवति ओके सो देयर बोथ आर पुट टुगेदर दैट इज एक्टिव वॉइस पैसिव वॉइस हरिं सेवते हरिः सेव्यते अतु सी वेन द विवक्षा इस् अनुक्ता कर्मणि द्वितीया सा right? Atra vivakta is karma vivaksha. Anupe karmani dvitiya syat itukte, if it is see, atra karmani karmanah means what is the meaning of karmanah? Karmanah means the karma padasya. Okay, that means what is in the active was in dvitiya vibhakti, that becomes some other vibhakti. So here karmanah means also karma padam only. कर्मपदम् एव परन्तु तत्तु कर्मपदं सम्मद विभक्ति द्वितीया इट् कम्स् इन् सम्मद विभक्ति अत्र इदम् अधिकारसूत्रम् अनभिहिते इत्युक्ते अनुक्ते इति तात्पर्यम् अनभिहिते इत्युक्ते न अभिहितम् अनभिहितं तस्मिन् अनभिहिते यस्मिन् अर्थे प्रत्ययः विहितः स उक्ता भवति यस्मिन् अर्थे प्रत्ययः विहितः स उक्ता भवति प्रायः कारकाधारितविभक्तिविधायकेषु सर्वेषु सूत्रेषु अस्य अधिकारो भवति यथा अनुक्ते कर्मणि द्वितीया सूत्रमस्ति कर्मणि द्वितीया अनुक्ते कर्तरि कर्मणे च द्वितीया सूत्रमस्ति कर्तृकरणयोः तृतीया अनभिहिते बट् हियर् करणम् इस् टेकिङ्ग् द विभक्ति We are not talking about karana here. No, let us complete this part of it. Okay. So, kartari prayoge karane tritiya, kartar karane yo tritiya iti bhavati. Okay. Chaturthi sampradane apadane panchami saptami adhikarane cha. Okay. Now, what does it say? Karmana dvitiya vidayakam sutram asti karmana dvitiya. Karmani dvitiya. अनभिहिते कर्मणि द्वितीया स्यात् देवदत्तः हरिं भजति माता भोजनं पचति तत्र हरिं भजति अनभिहिते तु कर्मणि प्रातिपदिकार्थमात्रे प्रथमा एव इत्युक्ते देन् मया हरिः सेव्यते लकारेण कर्म उक्तं लकारेण इत्युक्ते सेव्यते इति लकारस्य कर्मः उक्तम् सेव्यते इति कर्मणि अस्ति न कर्मणि प्रयोगम् अस्ति चेत् कर्म उक्तः भवति यदि कर्म उक्तः भवति चेत् तत्र हरिः इति न द्वितीया भवति किन्तु प्रातिपदिकार्थमास्ते प्रथम एव भवति लक्ष्या सेवितः हरि तत्रापि सेवितः हरि इति कर्ताप्रत्ययेन कर्म उक्तमस्ति सेवितः प्रत्यय सो तत्रापि कर्म उक्तः भवति तत्रापि हरिः इति उक्तकर्मस्य प्रातिपदिकार्थमात्रे प्रथमा भवति रैट् अत्र स्ट्रिङ्ग् कृत्तिदसमासे नो वाट् अवर् प्रक्रिया इस् हियर् कृन्तत्तिदसमासैः परिसङ्ख्यानाम् इति भाष्योक्ताधैरेण तिङ्लकाराः मया पुस्तकं पठ्यते, कृत् अस्ति चेत् मया ग्रन्थः अधीतः, तद्धितः, शतेन क्रीता शत्या. समासः किम् अस्ति? प्राप्त आनन्दो यं प्राप्तानन्दः इति समासः. So, in this case, what we have to now take it is that abhihita samparatanantya udaharanam anapidatata. Okay, let us now go back to here. Atra, mataram smarati, lakarena kim uktam asti, karma ukta asti, na? Yes, mataram smarati. तत्र मातरं यदि द्वितीय भवति कर्म अस्ति, यदि स्मार्यते भवति चेत् तत्र मातः स्मार्यते इति भवति न? माता स्मार्यते, स्मर्यते, माता स्मर्यते किमर्थं? अत्र अनुक्त नुक्तकर्मणि न महोदय? कर्मणः अनभिहिते कर्मणः इति प्रथम एव तत् माता इति भवति. तत्र कर्मण अविवक्षा अस्ति इत्युक्ते अनुक्तकर्मणः. वि हाव् ए one more sutra is called shashti sheshe. Right? Iti sutrena prathama vibhakti shashti vibhakti bhavati. Yes. And lakarasya karmani tyaktva kartari bhavati. Karta karmana avivaksha asti na. So क्रियापदं कर्तारम् अनुसरति न तत्र कर्तरार्थे. तत्र बालः मातुः स्मरति इति भवति. दिस् इस् षष्टिशेष. मातुः स्मरणम् आर् मातुः स्मरति? नो, ऐ हेव् नाट् गोन् इन् टु द कृदन्तरूपं यत्. ऐ एम् स्टिल् इन् द लकार, लट् लकार. कर्तरार्थे कर्मणि अर्थे अतः कर्तरिप्रयोगे कर्मणि प्रयोगे. इन् द कर्तरिप्रयोगे आल्सो वि केन् हेव् ए कर्मण अविवक्ष अनुक्तकर्मणः षष्टिशेष इति सूत्रेण षष्टिः जाता भवति इति कृत्वा बालः मातुः स्मरति इति भवति. नाट् मातरं स्मरति अपि साधु अस्ति, तत्र कर्मण विवक्ष अस्ति. बालः मातरं स्मरति. ओके, कर्मणः अविवक्ष अस्ति चेत् कर्तरिप्रयोगे षष्टि भवति. मातुः केन? षष्टिशेष इति सूत्रेण. रैट्? सो इन् द लकारस्य लट् रूपस्य कर्तरि कर्मणि प्रयोगस्य अवगमनं साधु इति मन्ये. ओके, नौ स्मरति इति तत्र स्मरणम् इति भवति चेत् किं भवति? समासस्य विषयं नास्ति षष्टिविभक्ति सुबन्तम्. अत्र समासः न भवति. इक्तप्रयोगमेव भवति. यु डोण्ट् से मातुः स्मरणम्, इट् इस् मातुः स्मरणं, दट्स् आल्. कृदन्तं स्मरणम् इति कृदन्तं कृत् योगे किं भवति? योगे षष्टि द्वितीयापदं या मातरं स्मरति द्वितीयापदं षष्टिः भवति कथं अविवक्षाकर्मणः द्वितीया कर्म नो ऐ डोण्ट् नो द सूत्र या देट् इस् वाट् सी मातुः मीन्स् षष्टि मातुः स्मरणम् इति आगच्छति मातुः स्मरणं षष्टि इति अत्र समासः न सम्भवति षष्टि तत्पुरसमासः न सम्भवति अधुना कथं भवति मातुः स्मरणं मातकर्म अभिवृक्षायां कर्तृकर्मणो कृति इति सूत्रेण मातुः स्मरणम् इति आगच्छति समीचीनं वा ऐ थिङ्क् इट् इस् ओके तत्र कृतन्तयोगे कर्तृकर्मणो कृति इति सूत्रेण भवति अधुना नौ वि हेव् वन् मोर् सिचुवेशन् वेल्कम् उषा भगिनि वि आर् वेटिङ्ग् फार् यु ओन्लि नमस्कारः She says she will be in mute. She will only listen to it. Namaste, Maudaya. Namaste. You can talk or not? I will listen for some time until we reach the home because the kids are here. Oh, okay. Krit Prayoge, we have the two conditions now, two sutras. Usha, Uma Bhagini. प्रथमम् अस्ति कर्तृकर्मणो कृति इति कृतन्तम् अस्ति कृत्वा तत्र षष्टि जाता भवति किन्तु अधिकर्ततयेषां कर्मणि इति सूत्रे अपि किं भवति तत्र मम मै डौट् इस् वेदर् इट् इस् अविवक्षा और् विवक्षा शेषकर्मणशेषत्वेन विवक्षायाम् इति उक्त्वा न कर्मणः शेषत्वेन विवक्षाया महोदय गो अबौ महोदय गो टेक् इट् अबौ लेट् सी वाट् शी वाट् शी सेड् हायर् ऐ मीन् मूव् द स्क्रीन् अ लिटल् बिट् हायर् I mean, about, you showed that other card. Let's see the other one. I have higher. Moved it now. Yeah, I have moved it. It will take... Eteshu sarveshu udaharaneshu karmanaha sheshatvena vivakshayam adhikartha dayesham karmani iti sutrena shashti jayate. So that is what I said. Matu smaranam mata karma avivakshayam karma karmano kriti sutrena shrishti jata hai. There is no doubt on that. Yeah. But there is a Shashti Vidhanam by Adhikarta Deyeshan Karmani iti asti asti. Tatra Karmana Seshatvena Vivakshayam iti ukto. What is the difference between these two statements is what I am not able to clear. Karma, karma. Deyesham Karmani iti sutrena. But she didn't give the sentence, right? Matav Smaranam no. Adhikarta Deyesham Karmani iti sutrena. मातुः स्मरणम् इति वदति पूर्वे अत्र अधः पश्यतु प्रथमोदाहरणं किम् अस्ति अर्थात् कर्मीभूत मातृसम्बन्धि स्मरणः अस्तु तदेव तत्सर्वम् अधिकर्तते येषां कर्मणि इति सूत्रान्तर्गतः अस्ति स्मरणं दयनम् ईशनम् इत्यादि तत्तु कर्तृकर्मण कर्मणो कृति तत् सम्यक् वा हा इद् सम्यक् अस्ति अभिव कर्मण अभिवक्षायां कर्तृकर्मणो कृतिः इति कृत् प्रयोगः कर्मणोः कृतिः कर्मणोः महोदय तत्र कर्मणोः दट् वुड् बि षष्ठी विभक्ति न सप्तमी द्विवचनं सप्तमी द्विवचनं कर्मणोः इस् सप्तमी द्विवचनं न षष्ठी कर्तृकर्मणो कृति तत्र वाट् इस् सिद्धान्तकौमुदी कृत् योगे कर्तरि कर्मणि च बोत् कर्तरि प्रयोगे कर्मणि प्रयोगे च षष्ठी स्यात् कृत् योगे कृष्णस्य कृतिः जगतः कर्ता कृष्ण इति तत्र देयरफोर् मातुस्मरणम् इति कर्तृकर्मणो कृति इति सूत्रेण जातम् So same thing, that's what it said there, Kartru Ya Karmani, it is same, Matuhu Smaranam Eva. That's what it said, no? Right. Oh, yeah, but Adhikarta Dayesham Karmani, Tadda, Kariyam Kakim Karoti, Navagata. Poom Minti Kalambriye, Sikar Moon Mundare, Jonna, Mani Paya, Kariyam Kalambriye, Noor Lai Varke. Uma Bhagini, mute. Yes, sorry. So, Adhikarta Dayesham Karmani, Tattu, Kim Karyam Karoti, let's see what that says. Okay. Shashti Bahuvachanam, Saptami. Sheshe Shashti, Sheshe Shashti, Iti Anivritti Asti. इति कृत्वा अधिकर्त अधि इक् अर्थ दया ईशानां कर्मणि षष्टि शेषे शेषे षष्टि अनभिहिते अनुक्ते इति भवति सो वाट् डस् इट् से आफ् द वर्ब्स् हेविङ्ग् द सेम् सेन्स् रिमेम्बरिङ्ग् एक्सेट्रा एक्सेट्रा एक्सेट्रा मास्टर् थिङ्ग् द आब्जेक्ट् टेक्स् द आब्जेक्ट् टेक्स् द सिक्स् केस् द कर्म षष्टि भवति माधु अध्येति हि रिमेम्बर्स् मदर् मातुः तत्र सर्पिषः दयनम् सर्पिषः दयेते सर्पिषः दयेते मीन्स् हि गिव्स् क्लारिफै दयते हि गिव्स् क्लारिफैड् बेटर् दानं तत्र दानम् इति अस्ति नायं गात्राणाम् इष्टे इष्टे इति कण्ट्रोल् नायं he cannot rule his limbs gatranam limbs na I am not he cannot gatranam ishte ishte means the rule or control understood there. He is understood yeah but not so here matuhu matu gunaihi smarati because gunaha here is not an object Okay. मातु गुणैः मातुगुणैः वि कान्ट् से मातुर्गुणैः इति न स्मरति इति नास्ति बिकास् गुण हियर् इस् नाट् एन् आब्जेक्ट् conditions when the dvitiya takes shashti, this karma padam take karma takes shashti only in the kartru karma remembering remembering then guna then danam then all these conditions all these occasions shashti takes the place am I right, right. Okay. See, that is what it is said, no? Ish Dasu. If you look at Ish Dasu, Dana Gati Rakshana Himsa Daneshu is the Daya Astam. If you look at Isha, Ish means it is different. Isha has got control. Swami has seen. Swamitva. Swaswami. See, तत्र ऐश्वर्ये इति अस्ति टु रूल् टु कमेण्ड् आर् टु पोसेस् पवर् अधिकार होना मतानुसार काम करने का शक्ति रखना मतलब टु डू एट हिस् ओन् विल् ईशत्वेन ईश्वरः ऐश्वर्यम् ऐश्वर्यवान् भवति इति कृत्वा ईश्वरः इति ईश् धातुतः उत्पन्नः ईश्वरः इति ईश्वरः न ईशै ईशै ऐश्वर्य हु लैक्स् हु इस् ऐ मीन् रूल्स् हु लैक्स् टु रूल् लैक्स् टु सो सो वाट् वी हेव् हियर् इस् दिस् मै ओन्ली डौट् विच् ऐ डोण्ट् नो इस् उषा भगिनी केन् स्पीक् कर्मणा अवीक्षायां कर्तृकर्मणो कृति इति एकमस्ति कर्मणः शेषत्वेन विवक्षायाम् अधिकर्तदेशं कर्मणि इति वाक्यद्वयम् ओके सो इफ् यु इफ् इफ् बिकास् अप् टु हियर् वी हेव् नो प्राब्लम् माता लालनं करोति अस्तु देर्फोर् माता स्मरति मातरं स्मरति इति कर्मणविवक्षायां कर्मणि द्वितीया इति सूत्रेण माता स्मर्यते इति अनुक्तकर्मः कर्तरिप्रयोगे स्मरि लट् लट् कर्मणि प्रयोगे अस्ति इति कृत्वा कर्म उक्तः नास्ति न कर्म उक्तः अस्ति इति तत्र माता स्मर्यते अनुक्तकर्म माता स्मर्यते मातुः स्मरति इति शेषे षष्टि इति सूत्रेण षष्टिशेषे इति सूत्रेण कर्मणा अभिवक्षायां तत्र षष्टि जातः and then we have matu smaranam earlier no matu this are all lakarasya and kriti yogasya kriti yoge matu smaranam iti kartra karmano kriti iti sutrena shashti jatah adigartadayesha matravi shashti eva jatah kintu tatra kim vadati karmana sheshatvena vivakshayam iti uktam what does it mean which one are we talking about karmanaga sheshatvena vivakshayam what does it mean yes shabani adigarta dayesham karmani iti sutrena matuhu smaranam okay तत्र कर्मणशेषत्वेन विवक्षायाम् इत्यस्य अर्थः कः षष्टिशेषे इति सूत्रेण एनी विभक्ति लैक् वी हेव् डिस्कस्ड् आल् द विभक्ति द कारकास् इन् आल् दोस् कारकसूत्राणि अण्ड् देन् रेस्ट् आफ् देम् एनी आफ् देम् लैक् एनी सम्बन्ध आर् इन् एनिथिङ्ग् एल्स् इन् ईदर् अविवक्षा आर् सम्बन्ध आल् आफ् देम् आर् इन्क्लूडेड् इन् द शेष सो the relationship between like two visheshanas like rajnyah purushah it's rajnyah purushah all the sambandha or even the all the other cases also if you don't want to say it in that sense also shashti sheshe it anena sheshatvena so shesha because षष्टि शेषे इत्यनेन शेषे इति अनुवृत्ति भवति टु द नेक्स्ट् सूत्र. अधिकर्तदयेषां कर्मणि इस् वन् आफ् दोस् सूत्रास्. अधिकर्तदयेषां कर्मणि इति सूत्रस्य अनुवृत्तिः भवति षष्टिशेषे. सो शेषे इत्यनेन षष्टिविभक्तिः भवति फार् कर्म, बिकास् अधिकर्तदयेषां कर्मणि हेस् कर्म इन् दट्. इट् इस् इण्डिकेटिङ्ग् दट् द कर्म केन् बि इन् दट्. दट्स् हौ ऐ अण्डर्स्टुड् द कर्म इस् गोयिङ्ग् टु बि इन् षष्टि विभक्ति इफ् यु आर् गोयिङ्ग् टु यूस् द इक् अधि इक् आर् दै आर् ईच् ईश धातु. द कर्मण द कर्म केन् बि इन् केन् बि इन् षष्टि अण्ड् दे बट् इफ् ऐ से मातरम् आर् पुत्राः अधीयन्ते, अधीयन्ते इस् दि लटि वाक्य. मा पुत्राः मातरम् अधीयन्ते इक् इक् स्मरणे इत्यनेन अधि इक् मातरम् अधीयन्ति. अधीयन्ति इफ् ऐ से देट् इफ् ऐ हेव् टु यूस् द इन्स्टेड् आफ् अधीयन्ति अधीयन्ति इफ् ऐ हेव् टु यूस् कृत् कृदन्तप्रयोगं देन् कृदन्तप्रयोगम् अधि इ ऐ डिन् नो हौ टु मेक् द कृदन्तप्रयोगः अधि इ योगः अन दट्स् अध्ययनं दट्स् इट् मातुः अध्ये पुत्राः मातुः अध्ययनम् उभयप्राप्तौ कर्मणि. अत्र पुत्राः इति कर्तृ, मातरम् इति कर्म, अण्ड् देन् दट् मातरं बिकम्स् मातुः. अधीयन्ति इन्स्टेड् आफ् अधीयन्ति ऐ मेड् इट् अस् कृदन्तपदं विच् इस् अध्ययनं दट्स् ऐ डोण्ट् नो इफ् दट् इस् अ प्रापर् कृदन्तपदम्. दट् इस् अधि दट् इस् अधि अध्ययने दट् धातु अधि इक् स्मरणे अध्येति मातुः अध्येति अध्येति मातुः अध्येति अधीतेनु अध्येते अध्येति अध्येति नार्मल् लटि वाक्य. सो बिकास् पुत्राः मातरं देन् देन् इट् इस् अधीयन्ति अध्येति अधीतः अधीयन्ति अध्येषि अधीतः अधीतः अध्येषि अध्येमि अधीवः अधीमः. यु जस्ट् सेड् बहुवचन विच् वाट् वास् दट् बहुवचनम् अध्येति अधीतः अधीयन्ति अधीयन्ति. इस् इट् परस्मैपदम्? इस् इट् परस्मैपदम्? अध्येति अधीतः अधीयन्ति अध्येषि यकार यकार अध्येषि अधीतः अधीत अध्येमि अधीवः अधीमः वुड् बि द लटि फर् द लटि. बट् सो इफ् ऐ से पुत्राः मातरम् अधीयन्ति बिकास् पुत्राः बहुवचनं सो अधीयन्ति मातरं कर्म कर्मपदं परस्मैपदी सकर्मकः अनिट् सकर्मकः अनिट् परस्मैपदी या इक् स्मरणे. सो अधीयन्ति पुत्राः अधीयन्ति अधीयन्ति अधीयन्ति नाट् अधी Yeah, yeah, there is a vavasane. Adhiyanti api asti. Adhiyanti? Adhiyanti, adhiyanti. Rupatvayam asti. Oh. Adhiyeti, adhitaha. Atra, lut prayaga hai, kim adhi? ल्युट् प्रयोगे ऐ थाट् अधि अन कर्तृ ल्युट् प्रयोगे अध्ययनं भवति. अध्ययनम् ऐ थाट् इस् ओन्ली फार् अदि इ फर् स्टडियिङ्ग् महोदय. अध्ययनं तत्र लिखितम् इक् धातुः अदि अध्ययनम् प्रायेण अयम् अधिपूर्वकः एव प्रयुक्तः दृश्यते. इक् धातु अदि दट् इस् वै इन् द अधिकर्त येषां वै इट् इस् मेन्शन्ड् एस् अधिकर्त इस् इक् इस् द धातु बट् इट् इस् आल्वेस् यूस्ड् अदि देर्फोर् अदि इक् इस् द फस्ट् वर्ड् अधिक् दया ईशा इस् आर् द त्री वर्ड् त्री धातु सो अध्ययनम् अध्ययनम् so if I say adhyayanam then adiyanti instead of adiyanti if I say adhyayanam then putra adhyayanam kartra karma adi ityanena bhavakarmana prapto karmani because I have karta also then upaya prapto will be uploaded soon. let's see my bhavakarne karmano no bhavakarmano has not been updated it is not uploaded it will be uploaded soon so adhyayanam so पुत्राः मातुः अध्ययनं अध्ययनं तु प्रातिपदिकम् अस्ति ऐ मीन् प्रातिपदिकं न प्रथमाविभक्ति प्रथमाविभक्ति नो नो मातुः नो नो ऐ एम् टाकिङ्ग् अबौट् मातुः मातुः दट् ईस् ओके बट् अध्ययनम् इस् नाट् रियलि कर्तृपद No, no, that's not Kartrupada, that's Ludanta Pada. Tatra, Amatuhu Adhyeti iti Vakkim Bhavati Sheshe Shashti Sutra na Bhavati, na? Na, Karmani, Karmani Bhavati, na? No, no, Matuhu, no, no, Mataram Adhyeti is normal Karmani. Mataram Mahadeya, Mataram Adhyeti. Mataram Adhyeti. What's the meaning of Matuhu Adhyenam? No, no, no, wait. वेट् महोदय वेट् भगिनि उमा भगिनि मातरम् अध्येति मातरम् अध्येति अध्ययनम् इस् एक्चुलि देन् इन्स्टेड् आफ् अध्येति इफ् ऐ मेक् इट् अध्ययनं देन् इट्स् मातुः अध्ययनं बै कर्तृकर्मणोः कृति न न न न अध्ययनम् इस् नाट् ए कर्तृपद अध्ययनम् इस् लुडन्तपदं लुट् प्रत्यय तदपि एकवचन द्विवचन बहुवचन अध्ययनम् अत्र लुट् करेक्ट् वर्ड् Vibhakti is not bhagini. Vibhakti is not. It's not a vibhakti. It is not the correct form of the word. Adhyayanam. Why? Adhyayanam is a ludantam. Ludantam. Adhyayanam is napumsakalinge bhavati bhagini. Haan, napumsakalinge. Haan, ludantam sarvada napumsakalinge eva bhavati. Haan, paramstu. Adhyayanam karoti. No, we are not using it as a karmapadam. So, we are using it as a kartrartre. Kartrartre, then adhyayanam is not correct. It's kridantapadam. Kridantam. It is a kridantapadam. What is the meaning of that? Its meaning is madaram adhyeti iti. मातु स्मरणं मातु अध्ययनं मीनिङ्ग् इस् मातरम् अध्येति दिस् इस् वन् वे आफ् यूसिङ्ग् मातरम् अध्येति इति स्मरणम् ओन्लि स्मरणम् अध्येति इति स्मरणमेव अर्थं स्मरति मातरं स्मरति मातरम् अध्येति मीनिङ्ग् आर् सेम् ओके सो मातरम् अध्येति इत्युक्ते मातरं स्मरति इति लट् प्रकाररूपं प्रथमः एकवचनम् इस् अध्येति right? Now, in the place of adhyeti, if you use a ludendam, it becomes adhyayanam. Agreed. Agreed. And then instead of mataram, we put matuhu because... So, mataram says, we go to use mataram. See, just like that, what we did here, no? Mataram smarati, karmana vivakshayam, karmani judyadi sutrena, mataram smarati. Mata smaryade, tatra anukta karma, mata smaryade iti karmani prayogaha. That adhyayanam, matuhu smarati, does not mean smarati. Adhyayana does not mean smarati. Adhyayana would be only learning. No. Different vivaksha. There is adhyayanam is not only tatra. The adhyayanam is coming. The same word is coming to us. Dhyā dhātu. Adhi dhyā. We have learned that adhyayanam means adhyayanam karoti means they are learning Veda and all. Not learning anything. But normally it is associated with Veda and scriptural learning only. But one thing, you know, here Sanskrit, one word has got many meanings. In what meaning this is used? So possible it is in the meaning of Smaranam is used, Adhyayanam. Let's see. Okay. I'm not seeing it here in my this thing, Sanskrit dictionary. Dictionary, it's not saying. No, it doesn't matter. See, in dictionary, everything can't be given. No, sometimes... No. Ik smarane. Ik smarane. Ayat-yeti-yate-gatya-yite. Okay. Ik smarane. Adhiyan-ti-adhiyan. Adhigamayita. It's in the bottom. I saw that. Adhyayanam. Mahadhyaya. In the bottom. I saw it. Yeah, okay. Adhi. Bhave. Liyot. Guru Mukha. Guru Mukhat Anugurvi Shravanam. Pathanam. Pathanam. It is one meaning of it. But that patanam is from another dhatu, e, adi, e, to study. Eat. I saw the ik, Mahamudya. Eat, not ik, not, that is not it. What we are talking now is a dhatu which is called ik smarane, not id patane. Let's go to the it was there, Mahamudya. It was in the bottom, adhyayanam. Where you were looking? Okay, right there. Adhyayanam, adhigamanam, adhijigamishanam. Is this all only ing or ik also? These are all present formers. No, I saw earlier there is iksmarane. There. Iksmarane is there. Is there? Iksmarane. Cheri Chekoho Iti Devaha. Ayatyeyatiyate. So let us look at the one is here, we are ik smarane, it is always adipurvaka asti. Now let us see id. Ing. Not the. I thought it was. It looked like ning instead of the. So we have. Right. Tatra ing gati, ingi gatau, datyartha, to go. Id adhyayane is the answer. Ing adhyayane. Ik smarane. There are two things. Both are there in adadigane. Ing adhyayane, ik smarane. बोतारिन् अदादिगणीय धातु अस्ति एण्ड् इक् स्मरणे आल्सो अध्ययनं भवति इट् अध्ययने आल्सो अध्ययनं भवति नकार प्रकार बोत् बोत् आफ् दम् इट् बुक् इ एव अवशिष्यते and both are used with adi adi adi right. Have you reached the home Usha Bhagini yet? Yeah, I reached the home. Yeah, I'm going to log in through the iPad. Yeah. Okay, so prayana ayam adi purvaka eva prayuktah, so adigartadayesham the dhatu should be adi ik, even though it's mentioned as, we should always take adi ik together. Adi, adite. Can we take that as a separate dhatu, adite? Adite. Adite, is it parasmaipadiya? That was parasmaipadiya, I thought. It showed parasmaipadiya, no? And ik, parasmaipadiya, so it showed. इङ् अध्ययने न इक् परस्मैपदि इक् वास् परस्मैपदि देर् इस् नो धातु अदि अदि नो अदि पूर्वकम् अदि उपसर्गात् इक् इक् सो दे शुड् हव् नाट् मेन्शन्ड् एस् अदि इक् अर्थ अदि इक् एक दातु सर्वे सर्वदा एनिवे सो नौ फार् अवर् प्राब्लम् इस् दट् वी हेव् नौ द होम्वर्क् इस् दिस् वी हेव् टु रैट् द लट् रूपन् नौ फार् एक्साम्पल् हेव् रिटर्न् इस् राजः स्वजनं वाट् इस् लेट् मी डील् वित् दिस् राजः स्वजनं परपीडनात् दयते रक्षणं दयते इत्युक्ते राज्ञः महोदय राजा स्वजनं परपीडनात् दयते राजा महोदय परपीडनात् दयते ओके नौ दिस् इस् द लकार दानपोषणयोः इति अस्ति रक्षणपोषणयोः ओके नौ ऐ केन् रिमूव् ऐ केन् इन् दिस् वन् ऐ एम् गोयिङ्ग् टु रिमूव् द अन्वाण्टेड् थिङ्ग्स् ओके वट् ईस् कर्ता ऐ डोण्ट् वाण्ट् So, karta is going to be removed. Okay? Now, parapidanad also is not required. Okay. Sojanam dayate. It is what we are now to work upon. This is what is called lat rupam. Lat kartari. So, kartrakarmano kriti ityanena स्वजनम् इति स्वजनस्य दयनम् इति भवति दयते इस् रीप्लेस्ड् बै दयनं स्वजनस्य दयनम् इति वाट् विच् विल् बिकम् बिग् टु वाट् विच् इस् शेषे षष्ठी वाट् इस् दट् इस् कर्तृकर्मणो कृति ओके कर्तृकर्मणो कृति आर् कर्तृकर्मणो कृति न नो दिस् इस् शेषषष्टि बै अधिगर्तदयेषां कर्मणि न नो कृति कृदन्तपदं सो कर्तृकर्मणो कृति एव महोदय ओके इस् इट् करेक्ट् स्वजनं स्वजनस्य दयनं कर्मण अभिवक्षायां कर्तृकर्मणो कृति इति सूत्रेण भवति वा कर्मणः कर्मणः इन् मै ओपिनियन् दयनम् इस् नाट् करेक्ट् ओके विल् सी विल् सी वेन् दट्स् ओके भगिनी दट्स् मेक् द सेण्टेन्स् what is the rules, that's what we have to know. Usha Bhagini, karmana avivakshayam kartrakarmano kriti iti samichanam va karmana avivaksha. See, this is, these are the places where I get stuck. I don't know whether we should say karmana avivakshayam. I know that kartrakarmano kriti iti sutrena shashti bhavati iti. Kartrakarmano iti sutrena karma eva shashti bhavati. Then why are we saying avivakshayam? How does kartrakarmano kriti iti bhavati? Kartrakarmano kriti iti sutrena karma padam shashti bhavati. No, karta karma api shashti vibhakti bhavitum arhati. Yeah, but here atra karta nasti. Karta atra nasti, karta asti chet api raja. Yeah, raja svajanasya dayanam, that also can be there. कर्तृकर्मणो कृति अण्ड् देन् उभयप्राप्तौ कर्मणि इत्यनेन कर्मणि इत्यनेन राजा स्वजनस्य दयनम् इति साधु अपि षष्टिशेषे किं न करोति षष्टिशेषे नुनु अत्र न करोति भगिनि किमर्थम् No, no. If you want to say Matuhu, you can say Matuhu. Okay. Smarati. Or if you want to say Swajanam. Yeah. Dayate. Atra. Okay. You can say instead of Swajanam Dayate, you can say Swajanasya Dayanam. Yeah. Swajanasya Dayate also you can say. Swajanasya Dayate also you can say. Why? The Adigartha Dayesham Karmani Ityanena. शेषष्टि भवितुम् अर्हति सो स्वजनस्य दयते केन् आल्सो बि सेड् देयर् स्वजनं दयते आर् स्वजनस्य दयते स्वजनं दयते इस् प्रापर् लट् कर्तरि बट् स्वजनस्य महोदय मे बि वि शुड् पुट् स्वजनस्य दयते आल्सो देयर् स्वजनं दयते आर् स्वजनस्य दयते आल्सो इस् पासिबल् इशा भगिनि ऐ हाव् ए डौट् हियर् स्वजनस्य दयनं दट् मीन्स् दिस् इस् बिकम् दयते बिकम्स् कर्मपदम् सो नो नो दयते इस् नाट् कर्मपदं भगिनि दयते बिकेम् दयनम् Dayanam. So Swajana says Shashti takes place. Now what is our object? We have to prove that when Shashti is associated with Kridanta Padam, the Samasaha doesn't take place. That is the next step. Yeah. So yeah. Ubaya Prapto Karmani Ityanena, we got the Karma Padam to be Shashti. But then Ubaya Prapto, but then Karmani Cha Iti Sutrena, Samasaha Na Bhavitu Markati. You cannot say Swajana. Look at the screen and tell whether what is written is all correct or not. Svajanam dayate lat kartari. Svajanasya dayanam kartrikarmano kriti iti sutrena. Svajanasya dayanam karmanaga avivakshayam shashti seshe iti sutrena. स्वजनस्य दयनं कर्मणः अविवक्षायां षष्टि स्वजनस्य नो नो महोदय वन्स् वि से स्वजनस्य दयनं कर्मणः अविवक्षा षष्टि शेषे डसेण्ट् हाव् एनिथिङ्ग् टु डू वित् देट् वन्स् स्वजनस्य दयते हियर् इट् केन् बि स्वजनस्य दयते देन् Yeah, then you cannot say karmanaha avivakshayam, then we can say sashti seshe adigartha dayesham iti sutrena svajanasya dayate. Now does it make sense? How can you agape svajanasya dayate bhagini kartu? Svajanasya dayate, svajanasya dayana, here he has put svajanasya dayate. मातः कर्मणः शेषत्वेन विवक्षायाम् अधिगर्तदयेषां कर्मणि षष्ठी शेषे इति सूत्रेण कर्मणः शेषत्वेन विवक्षायाम् ओके अधिगर्तदयेषां या सो बट् हियर् स्वजनस्य दयते the last sentence, Mohdaya, I think it is Swajanasya Dayate is correct. Swajanasya Daya, no, then this is Swajanam Dayate is normal Kartari. Here Swajanasya Dayanam we cannot say, Mohdaya. Once we say Dayanam, I thought it, we can only say Kartra Karmanoho Kriti. No. अधिगतदयेषां कर्मणि इति सूत्रेण षष्ठी एव विहिता. आं महोदय, अधिगतदयेषां कर्मणि इति षष्ठी एव विहिता. नाट् फार् नाट् वेन् द कृदन्ता इस् देर् देन् देर् इस् नो कर्मणो कृति. अत्र पश्यतु, अत्र पश्यतु, करपत्रे किं दत्तमस्ति? एतेषु सर्वेषु उदाहरणेषु कर्मणशेषत्वेन विवक्षायाम् अधिगतते एषां कर्मणि इति सूत्रेण षष्ठी जायते. ओके, सो मातुः स्मरणं, सर्पिषदयनं, सर्पिषः दयनं, सर्पिषः ईशनम् इत्यादि सर्वत्र स्मरणं, दयनम्, ईशनं सर्वेषु षष्ठी एव विहिता भवति कर्मणशेषत्वेन विवक्षायाम्. But therefore, Mahodaya, can you show what you showed just now? This is all in the, it says, Karapatram. This is from Karapatram. This is exactly in the Karapatram. If you want to see it, here you can see it. Atra Pashyatu. This is what I have copied there. Amodaya, Matuhu Smaranam, Arthat Karmibhuta Matru Sambandhi Smaranam Ityarthaha. Okay. Oh, so here they brought it as Smaranam. Smaranam is much easier than Adhyayanam. Anyway, Matuhu Smaranam. So here also they made it. Mahodaya, Adhigartha Atra, कारके शेषत्वेन विवक्षते. स्थानमिति अर्थात् कर्मीभूत सर्पिः सम्बन्धिः. सो ऐ एम लुकिंग एट दिस स्टेटमेंट एंड देन ऐ हैव मेड अ सिंपल स्टेटमेंट हियर. Raja, Sujanam, Pedana, Paripedana, Deyate. So where we removed Raja and Paripedana is not required for our exercise. Okay. Sujanam Layate. Dayate, that is Latkartari. Okay. Latkartari. Okay. Then we get Sujanasya Dayanam is in the Kritanda Yoga, Krit Yoga. Mahodaya. Shashti Bhavati. Mahodaya, ek prashna ha. Atra Dayanam iti Sutra Jaha. केवलं No, see, asti. Daya api asti. Bhagini, Sumekra? What I feel is that, see, Mother, let's look at that. Sarpishaha Jnanam. Sarpishaha Jnanam, Artham Sarpishaha Jnanam. Actual Artham is Sarpishaha Jnanam. The Karanam is Sarpishaha. See, in fact, we should not go by the given example. Let us look at this one. Why I'm saying is that Dayanam means Dayanam has got meanings in that. What are the meanings which is available? Dayanam means we have that daya. Daya is the dhatu. Mm-hmm. See, dana, gati, rakshana, himsa, daneshu. Dana is one of that. Dana, gati, rakshana, himsa. It is to accept, to receive, to obtain, to go, to protect. Rakshana asti. To kill also is there. That to protect, to kill, to hurt, to injure, to accept, to take. So, daan dena, jana, palan karna, rakshya karna, maar dalna, sukh den, dukh dena, grahan karna, ityadi. So, it is a buadhi karma padi asti. So, dayate, upayapadi asti lagte. I think it is upayapadi or atmanepadi. Atmanepadi only. Dayate iti asti. And if you look at the kridantam of it, dayanam iti ludantam. Right? Dayanam iti, yeah. Dayate iti karmani prayoga, bhava karmani yoga. So we have all the forms here. Okay. Now what I am saying is, sojanam dayate iti lat kartari, there is no confusion, no conflict on that. Accept it. Svajanasya dayanam, tata kimasti, I am not going to any other rules. I am just saying that dayanam iti kartra karmano, krit yoga shashti iti sutrena, svajanasya dayanam iti bhavati. That also no confusion. Yeah. No confusion about it. Yeah. Now, shashti sheshe iti kadam bhavati. Shashti... Avivaksha asti chet. Kartra karmano avivaksha asti chet, na? कर्तृकर्मणो अविवक्ष अस्ति चेत् सर्वं शेषं भवति अस्तु वा यु अग्री विद् दट् न महोदय अत्र षष्टिशेषे कारणेन अधिगतदेशां कर्मणि अत्र सूत्रं कार्यं करोति दट् ऐल् कम् टु दट् लेटर् भगिनि ऐल् कम् वन् सूत्र बै सूत्र डोण्ट् जम्प् अट् इट् ऐ वाण्ट् टु से षष्टिशेष इति सूत्रं कदा कार्यं करोति यदि कर्तृकर्मणो कृते अविवक्षा अस्ति चेदेव षष्टिशेषे कार्यं करोति बिकास् ऐ एम् नाट् यूसिङ्ग् इट् एस् कर्ता नोर् कर्म नथिङ्ग् देट् षष्टिशेषे इति सूत्रेण षष्टि भवितुम् अर्हति वा आम् महोदय भवति महोदय अत्र संशयं नास्ति भवति सो वेदर् इट् इस् लट् रूपम् और् कर्तृरूपं कृदन्तरूपम् इन् ऐदर् द केस् षष्टिशेषे विल् वर्क् आर् नाट् इस् मै नेक्स्ट् क्वश्चिन् What is this? What did he say? Say the question again, Mohde? Avivaksha. Now, this is here. Svajanasya dayate, svajanasya dayanam. Both will come in Shasti Sheshava or not? I don't know. No, think the dayanam doesn't come. Say, yeah. Dayanam doesn't Didn't come. Didn't he say that in the... okay. Only Kruti asti ket eva kattu karmano ho. Right. So here also we have agreed that Dayanam will not come, only Dayate yeah. will come. Dayate Agreed? Will come. Yeah. Mohdaya. Shashti Sheshe iti Sutrena. I am going step by step. Yeah. Now, we have... But Shashti Sheshe, but I also agree that Svajarasya Dayate, Shashti Sheshe goes to Adigartha Dayesham Karmani. That's where the Dayate can come. No. I'm coming. Shashti Sheshe will go to Adigartha Dayesham, but that the Dayate has to be replaced with the Dayanam. No, Mohdaya. Adigartha Dayesham Karmani Ityanena Eva Svajanasya Dayate. No. Dayanam. No, Bhagani. No. What is very clear is we have to understand is that Shashti Sheshe will have Svajanasya Dayate, not to Svajanasya Dayanam. Mohdaya. Right. Now, in the Svajanasya Dayanam, there are two sutras because Shashti Sheshe also has, because this is a special Dadu Dayanam, Adigartha Dayesham is the reason why the Shashti is coming, and whether the Svajanasya Dayate, whether it will come or not is what I'm not very clear about it. Mohde, when you read the Adigartha Dayesham Karmani, it says the object will take the Shashti. The karma will take the shashti, adigartha dayesham karmani. What is that saying? येषां कर्मणि शेषे षष्ठी स्यात् मातुः स्मरणं सर्पिषः दयनम् ईशानं वा सो येषां कर्मणि शेषे कर्मणि शेषे षष्ठी स्यात् ओके सो मातुः स्मरणम् ओके सो कर्मणि षष्ठी या कर्म बिकम् षष्टि दट् इस् we can see okay so here yes. he has given the example as matuhu smaranam or matuhu dayanam or matuhu ishanam okay which can be it can be any of the verb no mm-hmm. so matuhu it can be smaranam. matuhu smaranam matuhu dayanam matuhu ishanam okay but matuhu dayanam in the sense ah no no sarpishaga dayanam in the sense of dana matuku no I am using dayanam in the name of protecting yeah karana portion yeah so matuku dayanam also is valid yeah and ishanam is also because that ish dhatu is also protect also okay swami matu swamitvam swamitvam so matuhu swamitvam is matu ishanam okay in all these things matu becomes shashti because of adigatta dayesham karmani sutrena okay tatra karmani sheshe shashti ityaku iti sheshe shashti is anuvritti therefore jajanasya dayate is not possible to be returned there matu dayanam athava svajanasya dayanam is only what is valid okay not this okay So we have that all the statements here. Svajanam dayate lak kartari, svajanasya dayanam kartra karmano kriti iti shashti bhavati, svajanasya dayate iti karmana avivakshayam shashti sheshe iti sutrena bhavati, svajanasya dayanam iti adhikartta dayesham iti vishishta sutrena shashti bhavati kartari shashti sheshe iti anivritti asti. So have we done one exercise if you yeah, do ubay, no then ubhayam praptau karmani ityanena svajanasya dayanam that's also okay katra karmano kriti ubhayam praptau karmani then karmani cha ityanena samasah na bhavati it's like svajana dayanam svajana is the pratipadika that is a samasa vishaya we are now the homework is what we should write everything and make it clear that we understood the process okay now here you can replace the word svajanasya with matuhu or ramaha or kimapi karta we can use it in an shashti bhavati and mm-hmm. in the case of kriya padam we have only three thing to be used smaranam dayanam ishanam mm-hmm. these are the three words to be used here See? Mm-hmm. Smaranam, Dayanam, Ishanam. Mm-hmm. I'm on there. Anyway, the sutra also has only three dhatus. Yeah, three Adhikarta Dayesham has only three dhatus. Mm. Adik is one word which is called smaranarthe adig artha artha adigartha arthe because any word which can be used in the meaning of adik means smaranam okay so smaranarthe kimavi shabdam prayuktam shakyate smaranam is one of in place of adik we are using the word smaranam if you want to use chintanam you can use chintanam smaranarthe chinta dhatu isti na chintita chintanam yeah Thank you. smrityam. Smriti is smaranam, no? To contemplate things. Atra vena dhatu asti. That also is to remember, smaranam. Gadi jnana chinda. Mahadaya, kevalam those three dhatus only that sutra applies, not for any dhatu that has that smarana. No, no, tatra ide na artaha. Adi ik artha. Then daya ishana. Isha. Adigartha ek adi ik artha means adi ik should be the meaning of that kriyapadam which is there. Mm-hmm. So smaranam is because of that. See, in the example, why Bhagini has used the madhu smaranam? Here is not adi ik. Smaranam is in place of adigartha. Adi ik. Tatya arte smaranam idi use. So, so any dhatu that has meaning of smaranam can be. Yes. Okay, okay. Lati rupam sam vishaya vatkartam shaktam. So then the other dhatu is daya and other dhatu is isha. Adigartha, yes, adigartha is one word. Daya, Isha is the second, other two dhatus. Karmani, Sheshe, Shashti, iti Anivritti Bhavati. Therefore, we get a Adigartha Desham, Karmani, Shashti, Sheshe, iti Sutrena Bhavati. So, I am not using this Adeyata. So, we have now here this one. Uma Bhagini, Avagatamba. Again, I have to read. Because this Svajanasya Dayanam Kartra Karno Kriti Sutrena Vadati. The Svajanasya Dayate Iti Seshe Shashti Se Shashti Yogi Shashti Subanta Padasya Yogi Dayate Iti Yojanam Karoti. Then Svajanasya Dayanam Iti Adi Adi Gartha Dayesham Karmani Iti Sutrena स्वजनस्य इति षष्ठी भवति कृदन्तपदं दयनं दयनं जोडनेन राइट ओके सो विल सी टू ऑल ऑफ यू हैव टू राइट देयर ओन योर ओन वर्ड्स ओके विल मीट इन द क्लास ओके नमस्ते महोदय थैंक यू नमस्ते थैंक यू गुड डे धन्यवाद थैंक यू So sorry to hear about the Gomati Bhagini. I just know. Gomati Bhagini, yeah. She is gone into coma. Oh my God. So, the brain tumor really affected her. What happened to her? No, she had brain tumor. She was in the hospital. Cerebral cancer. Oh. Some kind of tumor, yeah. And she was operated and all that, I think. She was operated, given chemo, all those things, but... Cancer is something which has gone, if you have gone into the stage 3 and all, then there is no Evgatva na nivartande dhadhama paramam mama tatra punjayagata. Well, I hope